यथा दुग्धे स्थितं सर्पेर्न स्वादायोपकल्पते पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनम्। अन्यच्च उदाहरणं दीयते, यथा दुग्धे स्थितं सर्पेः, दुग्धादेव सर्पेः घृतम् उत्पद्यते, किन्तु न स्वादायोपकल्पते। यावत् घृतस्य रुचिः भवति तावत् दुग्धस्य न भवति। किमिति चेत् दुग्धस्य सारात् उद्धृतमस्ति सर्पिः। पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनं, तत् दुग्धात् पृथग्भूतं तद् घृतं देवानामपि रसस्य वर्धनं भवति घृतम्। इदमन्यदुदाहरणम्।